शृणु मे भरतर्षभ अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति यत्तद्वग्रे विषमिव परिणामे मृतोपमम् तत्सुखम् सात्विकम् प्रोक्तम् आत्मबुद्धि प्रसादजम् विषयेन्द्रिय संयोगा यत्तद्वग्रे मृतोपमम् परिणामे विषमिव तत्सुखम् राजसंस्मृतम् यदग्रे चानुबन्धे च सुखम् मोहनमात्मनः निद्रालस्य प्रमादोत्थम् तत्तामसौदाहृतम् नरदस्ति प्रीतिभ्यम् वा गिरिदेवेषु वा पुनः सत्त्वम् प्रकृतिजैर्मुक्तम् यदेभिस्त्रभिर्गुणैः ब्राह्मण क्षत्रियावीशम् शूद्राणाम् च परन्तप कर्माणि प्रविभक्तानि स्वभाव प्रभवैर्गुणैः समुद्रमस्तव शौचम् शान्तिराजावमेव च ज्ञानम् विज्ञानमस्तिक्यम् ब्रह्म कर्म स्वभावजम् शौर्यम् तेजो धृतिर्दक्षम् युद्धे च प्रापलायनम् दानम् विश्वरभावश्च क्षात्रम् कर्म स्वभावजम् कृषि गोरक्ष वाणिज्यम् वैश्य कर्म स्वभावजम् परिचर्यात्मकम् कर्म शूद्रस्यापि स्वभावजम् स्वे स्वे कर्मण्यभिरतः संसिद्धिम् लभते नरः स्वकर्मनिरत सिद्धिम् यथा विन्दसि तशृणु यतः प्रवृत्तिभूतानम् येन सर्वमिदम् गतम् स्वकर्मणा समभ्यर्च्य सिद्धिम् विन्दन्ति मानवः श्रेयम् स्वधर्म विगुणः परधर्म स्वनुष्ठिता स्वभावनियतम् कर्म कुर्वन्नप्नोति किर्विशम् सहजम् कर्म कौन्तेय सदोषमपि न त्यजेत् सर्वदम् वाहि दोषेण धूमेनाग्निरिवावृतः असक्त बुद्धि सर्वत्र जितात्मा विगत स्पृहः नैसन्यासिद्धिम् परमा सन्न्यासेनाधिगच्छति सिद्धिम् प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे समासेनैव कौन्तेय निष्ठायानस्य या परा बुद्ध्या विशुद्धया युक्तो धृत्यात्मानम् नियम्य च शब्ददिन्विषयम् सत्त्वा रागद्वेषो विदर्श च विविक्तसे विलब्धाशि यतवक्ताय मानसः ध्यानयोग परो नित्यम् वैराग्यम् समुपाश्रितः अहङ्कारम् बलम् दर्पम् कामम् क्रोधम् परिग्रहम् विमुच्य निर्मम शान्तो ब्रह्म भूयाय कल्पते ब्रह्म भूतः प्रसन्नात्मा न शोचति न कङ्क्षति समः सर्वेषु भूतेषु मद्भक्तिम् लभते परा भक्त्या मामभिजानाति यावान्यक्षास्मि तत्त्वतः ततो मम् तत्त्वतो ज्ञात्वा विशते तदनन्तरम् सर्वकर्माण्यपि सदा कुर्वाणो मद्यपाश्रयः मत्प्रसादादमाप्नोति शाश्वतम् पदमभ्रयम् चेतसा सर्वकर्माणि मयि सङ्गस्य मत्परः बुद्धियोगमुपाश्रित्य मच्चित्तं सगतं भव मच्चित्तं सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि अथ चेत्त्वमहङ्कारान् न शोष्यसि विनङ्क्ष्यसि यदहङ्कारमाश्रित्य न योश्च इति मन्यसे मिथ्येषा व्यवसायस्ते प्रकृतिस्तं नियोक्ष्यति स्वभावेन कौन्तेय निबद्धस्येन कर्मणा कर्तुं नेच्छन्ति यन्मोहा करिष्यत्यावशोऽपि तत् ईश्वरः सर्वभूतानां हृदेशे जून तिष्ठति भ्राम यं सर्वभूतानि यन्त्रारूढानि मायया तमेव शरणं गच्छ सर्वभावेन भारत तत्प्रसादत्परं शान्तिं स्थानं प्राप्स्यसि शाश्वतम्।